नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे अङ्गसिद्धतिङ्प्रत्ययानां संयोजनम्, अङ्गस्य सिद्धतिङ्प्रत्ययानां च संयोजनम् इति पाठः आरब्धः. यत्र अङ्गम् अदन्तमस्ति तादृशधातुः वयं दृष्टवन्तः 1703 अधिक सप्तशत अधिक एकसहस्रदातवः सन्ति, इत्युक्ते 300 दातवः एव अनदन्त अङ्गे अस्ति. अदन्त अङ्गे तु अधिकदातवः अदन्त अङ्गे अस्ति. वयं गतसप्ताहे कानिचन सूत्राणि अपि परिशीलितवन्तः. नूतनम् इति किमपि नास्ति, परन्तु एकवारं तस्य पुनरावलोकनं कृत्वा अग्रे सरामः. तत्र परस्मैपदी विषये लट्लकारे वयम् अतो गुणे अतो दीर्घो ययि इति सूत्रद्वयमेव अस्ति इति दृष्टवन्तः. तत्र अतो गुणे इति सूत्रं तु अपदान्तात् अतः गुणे परे गुणे परे पूर्वपरयोः स्थाने एकः पररूपादेशः इति भवति इति दृष्टवन्तः. अनन्तरम् अतो दीर्घो ययि इति सूत्रमपि दृष्टवन्तः. तत्तु अदन्तात् अङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे इति तदपि वयं दृष्टवन्तः. अनन्तरं तत्र सूत्रद्वयस्य एव प्रसक्तिः, अस्माकं लट्लकार परस्मैपदी लट्लटि अतो गुणे अतो दीर्घो ययि. अनन्तरं लोट्लकारे तु अतो गुणे इत्यस्य प्रसक्तिः तु लटि अपि अस्ति लोटि अपि अस्ति. अन्यत् सूत्रं यद् कार्यं करोति लोटि अकः सवर्णे दीर्घः इति सूत्रम्. अनन्तरं अस्माकं लङ्गि तत्रापि अतो गुणे इत्यस्य प्रसक्तिः अस्ति. ससजुषोरुः करवसानयोर्विसर्जनीयः तस्य अपि प्रसक्तिः. अनन्तरम् अस्माकं परिचितसूत्रम् अतो दीर्घो ययि. यत्र यत्र ययि प्रत्याहारस्थवर्णः अस्ति तत्र तत्र अतो दीर्घो ययि इत्यस्य कार्यं तु अवश्यं भवति एव. अनन्तरं लङि मनसि भवेत् लुङ् लङ् लुङ्षु ष्वडुदातः इति सूत्रेण अङ्गस्य पूर्वम् अडागमः अवश्यं भवति इति एतत् सूत्रं वदति. एतत् सामान्यसूत्रमस्ति. वयम् अस्य अपवादसूत्रम् इदानीम् आत्मनेपदीनां कृते तस्य परिशीलनं कुर्मः. परन्तु लुङ् लुङ् लङ् लुङ् षु ष्वडुदातः इति सामान्यसूत्रमस्ति. अस्य प्रसक्तिः लङ् लुङ् लङ् लृङ् परे चेत् धातुरूपी अङ्गस्य अट् आगमः भवति, स च अड् आगमः उदात्तसंज्ञकः इति सूत्रं वदति. तदपि दृष्टवन्तः. अनन्तरं विधिलिङ्गि आत् गुणः इत्यस्य प्रसक्तिः सर्वत्र अस्ति इति दृष्टवन्तः. आत् गुणः इति सूत्रं पुनः आगच्छति आत्मनेपदी. यदा वयम् आत्मनेपदी दातवः स्वीकृत्य पश्यामः तत्र पुनः आत् गुणः इत्यस्य प्रसक्तिः अस्ति. तत्र पूर्णतया एकवारं पुनः तस्य अवलोकनं कुर्मः. परन्तु एतावता यद्वयं दृष्टवन्तः अतो गुणे इत्यस्य प्रसक्तिः लटि लोटि लङि अस्ति एव. अनन्तरम् अतो दीर्घो ययि इत्यस्यापि प्रसक्तिः लटि अनन्तरं लङि लोटि अकः सवर्णे दीर्घः तावदेव. ससजुषोरुः करवसानयो विसर्जनीयः वयं जानीमः. तत्तु लङि अस्ति आत् गुणः इति विधिलिङ्गि. अतः इदानीम् आत्मनेपदी अङ्गतिङ्प्रत्ययसंयोजनम् इति बि पार्ट्तः आरभ्य अद्य पठामः. रघुपतिमहोदय पठति वा? बि इति अस्ति. आत्मनेपदे अङ्गतिङ्प्रत्ययसंयोजनम्. आत्मनेपदे धातुः एद् अङ्गम् एध लट्लकार लटि न श्रूयते वा? न श्रूयते. एकनिमिषं एकनिमिषं भगिनि किञ्चित् इदानीं श्रूयते वा? मम तु श्रूयते, परन्तु किञ्चित् ध्वनिः किञ्चित् न्यूना अस्ति. लटि सिद्ध तिङ् प्रत्ययाः ते इते अन्ते, से इते द्वे, ये वहे महे. कार्यम् इदानीं एध् इति धातुः अस्ति, एध इति अङ्गम् अस्ति, शप् निमित्त योजनेन एध इति अङ्गम् अस्ति. एध योग ते एधते. इदानीम् एध योग इते अस्तु, इते एधेते इति एधेते द्विवचने. अत्र आद्गुणः इति सूत्रस्य प्रसक्ति, आद्गुणः एधेते. एध योग अन्ते एधन्ते. अत्र अतोगुणे इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. अतः अस्तु गुणे एध अन्ते इति सवर्णदीर्घसन् सवर्ण अकसवर्णे सोरि अकसवर्णे अकसवर्णे दीर्घ इत्यस्य सूत्र अपवादसूत्रम् अस्ति अतो गुणे इति. एध एधयोग अन्ते एधन्ते. एधयोग से अत्र किमपि कार्यं नास्ति. एधसे. एधयोग इथे इति अस्ति. एधयोग इथे इति ओके. एधेते इति आद्गुणः इति तत्र अकारैकारस्य आद्गुणः इति गुणसन्धिः गुणसन्धेः प्रसक्तिः. एधयोगद्वे किमपि कार्यं नास्ति. एधद्वे. एधयोग ये एधे इति अतः अत्र अकार एकार अस्ति. वृद्धिसन्धेः प्रसक्तिः अस्ति वृद्धिरेचि इति. तत्र प्रभाद्य अतोगुणे पररूप पररूप एध एधे इति भवति. एध योग इदानीम् उत्तमपुरुषस्य द्विवचने. एध योग वहे एधावहे. अस्तु अत्र वकार अस्ति, यै प्रत्यारसवर्ण अस्ति. अतः अतः अङ्गस्य सारि एध अस्तु अतः अङ्गस्य दीर्घः भवति. अतो दीर्घो यै एधावहे इति भवति. तत् एधयोगमहे तत्रापि अतो दीर्घो यै इति सूत्रस्य आधारेण एधामहे इति अन्तिमरूपम् अस्ति. सम्यक् महोदय. यत्र यत्र आद्गुणः इति अस्ति तत्र अकः सवर्णे दीर्घः इत्यस्य प्रसक्तिः अस्ति वा? आद्गुणः आद्गुणः इति तत्र अकसवर्णदीर्घस्य प्रसक्तिः नास्ति. आद्गुणः इति गुण गुण भवति, सवर्णः नास्ति. तुल्यार्थप्रयत्नं सवर्णं तत्र सवर्णः नास्ति. आम् अत्र अत्र सवर्णः नास्ति, परन्तु सूत्रं तु वदति अवर्णात् अचि परे इति तस्मिन् समये. हा हा हा अस्तु अस्तु अस्तु तत्र अस्ति अवर्णात् अचि परे अस्ति. अस्तु परन्तु तत्र किं चिन्तनं तत्र यदा अवर्णात् अचि परे इत्युक्ते तत्र आद्गुणः कथं कार्यं करोति अकः सवर्णे दीर्घं प्रबाद्य? अकसवर्णदीर्घम् आद्गुणः इति अचि अचि एव अस्ति अस्ति, परन्तु अकसवर्णदीर्घ अपवादसूत्रं भवति अपवादसूत्रं भवति इति अहं चिन्तयामि. अकारः अतः यदि आद्गुणः कार्यं करोति चेत् अकसवर्णदीर्घस्य प्रसक्तिः कुत्रापि न भवति. अतः तथैव तदेव वा अथवा किमपि तत्र किं भवति इत्युक्ते आद्गुणः अवर्णात् अचि परे इति कार्यं करोति, अकसवर्णे दीर्घः सवर्ण अचि परे सवर्णवर्णः भवतु इति वदति. द्वयोः सूत्रयोः यदा अन्यत्र तु लब्ध अवकाशः अस्ति एव किल अत्र कार्यं न करोति चेत् अन्यत्र करोति किल, विप्रतिषेधे परं कार्यम् इति तत्र तत्र अन्यदपि वृद्धिरेचि तस्यापि अपवादसूत्रं नास्ति इदानीं. विप्रतिषेधे परं कार्यं भवति वा भवति विप्रतिषेधे परं कार्यं तदपि विप्रतिषेधे परं कार्यम्. अतः कः परसूत्रम् इदानीं? परसूत्रमस्ति आकाशवर्णे अपि आकाशवर्णपरसूत्रमस्ति अहं चिन्तयामि. सम्यक्. अकः सवर्णे दीर्घः इति परसूत्रं, यत्र अवसरः भवति तत्र अकः सवर्णे दीर्घः एव कार्यं करोति. सवर्ण अचिपरे इत्युक्ते अकसवर्णे दीर्घः कार्यं करोति. वृद्धिरेचि इत्यत्र किं भवति इत्युक्ते, तत्र वृद्धिरेचि आत् गुणः द्वयोः मध्ये वृद्धिरेचि अत्र कार्यं न करोति चेत् तस्य अन्यत्र लब्धावकाशः न भवति. अत्र किञ्चित् भिन्नरीत्या चिन्तनीयं. सर्वत्र तादृशं चिन्तनं किञ्चित् अपेक्षितं. यत्र अन्यत्र लब्धावकाशक्षेत्रं बृहत् अस्ति चेत् अन्यत्र लब्ध अवकाशः अवश्यं भवति. यदा अचीपरे इत्युक्ते वर्णाः अधिकं सन्ति किल, तादृशस्थलेषु परसूत्रम् इति वयं स्वीकुर्मः. वृद्धिरेचि आद्गुणः इति स्वीकुर्मः चेत् आद्गुणः इत्यस्य क्षेत्रं तु बृहत् अस्ति अचीपरे इति. वृद्धिरेचि इत्युक्ते एच् प्रत्याहारस्थवर्णः परे अस्ति इति किञ्चित् क्षेत्रं सेट् सब्सेट् इति वदामः किल, तादृशं भवति. तादृशसमये अपवादभूतसूत्रम्. अवगतं वा? आं भगिनि, सम्यक्. अतो दीर्घो ययि कीदृशकार्यं महोदय? एकनिमिषं भगिनि, कुत्र अस्ति अतो दीर्घो? अतो दीर्घो अथो दीर्घो ययि इति अङ्गकार्यमस्ति. अङ्गस्य अङ्गस्य अपि अधिकारः ययि सर्वदा ययि सर्वाधिकप्रत्ययपरे सार्वधातुकप्रत्यये वा? आम्, सार्वधातुकप्रत्यये परे अदन्त अङ्गस्य दीर्घत्वम् इति अस्ति. तत्र तु अङ्गनिमित्तिकं कार्यमस्ति, अदन्तम् अङ्गमपि आवश्यकमस्ति. प्रत्ययः सार्वधातुकः. सप्तम अध्यायस्य तृतीयपादे अस्ति किल? आमाम्. सम्यक्, अग्रे सरामः. अतः इदानीं रूपाणि एवं रूपाणि एव वदतु महोदय एकवारम्. एधते एधते एधते एधेते एधन्ते एधसे एधेते एधध्वे एधे एधावहे एधामहे इति इति लटि लट् आत्मनेपदि लटि. सम्यक्. अरुणा भगिनी लोट् पठति वा? अरुणा भगिनी. आं भगिनि, लौटि सिद्धतिं प्रत्यया ताम् इताम् अन्तं स्वा इथां द्वं ए ऐ आवहै आमहै एध अङ्गं योगः ताम् एतताम् एधा योगः इताम् एधेताम् आत्मनसूत्रेण एधा अन्तम् एधन्तम् अतो गुणे सूत्रेण एधा योगः स्वा एधस्व एधा इथाम् एधेताम् आद्गुणः एधा योगध्वम् एधध्वम् एधा ऐ एधाय् वृद्धिरेचि एधा योगः आवहै एधावहै अकसवर्णदीर्घः एधा योगः आमहै एधामहै अकसवर्णदीर्घः अहं पठितुं शक्नोमि बट् विरचितुं न शक्नोमि महोदय. नास्ति चिन्ता भगिनि, तत्र एकमेव एकः एव प्रश्नः मम, यत्र एदयोगः ऐ अस्ति किल एदै, तत्र आद्गुणः इत्यस्य अपि प्रसक्तिः अस्ति वा? आद्गुणः किं वदति इति एकवारं पश्यतु भगिनि. पूर्वतन अस्मिन् करपत्रे एव अस्ति, परस्मैपदी विधिलिङ्गि इति अन्तिमसूत्रम्, अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् इति. अत्र अवर्णः अस्ति वा, एध इति अवर्णः अस्ति वा? अन्तिमसूत्रं विधिलिङ्गि एकमेव सूत्रमस्ति, परस्मैपदि विधिलिङ्गि, तत्र अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. एदा योगः ऐ, अत्र सूत्रं प्रवर्तते अस्ति, परन्तु किमर्थं न वर्तते? किमर्थं रुधिरेचि अत्र कार्यं करोति? आद्गुणः एव पर्याप्तं किल? तदेव तत्रापि कार्यं कर्तुं शक्नोति किल? किमर्थं न करोति? अन्ये किं चिन्तयति? अत्र कुत्रापि तत्र नमस्कारः भगिनि, अहं विजया अस्मि अत्र. आं स्वागतं भगिनि. तत्र वृद्धिरेचि कार्यं करोति चेत् तत्र ए ऐ ओ औ इति वर्णाः सन्ति, अतः एव तत्र वृद्धिरेचि कार्यं करोति इति अहं मन्ये. सम्यक्, परन्तु आद्गुणः किमर्थं तत्र न करोति? अत्र तु अचिपरे एव इति निमित्तम् अस्ति, ऐ अपि अच् प्रत्याहारस्थवर्णः एव, तत्र कार्यं कर्तुं शक्नोति किल? तत्र आ योगः ये आगच्छति चेत् ऐ इति कार्यं करोति. तत्र अकारस्य अकारस्य वर्णः परे नास्ति खलु भगिनि? पूर्वमेव अस्ति. परन्तु अच् अचि परे इत्युक्ते अच् इति प्रत्याहारे ऐकारः अस्ति वा? अस्ति. सम्यक् अस्ति, निश्चयेन अस्ति. निश्चयेन अस्ति, अतः तत्रापि आद्गुणः इत्यस्य प्रसक्तिः तु अस्ति एव किल? किमर्थम् वृद्धिरेचि कस्य अपवादः? आद्गुणस्य अपवादः. सम्यक् सम्यक्, तावदेव, तदेव उत्तरं. वृद्धिरेचि आद्गुणस्य अपवादः. वृद्धिरेचि अत्र कार्यं न करोति चेत् तत्र निरवकाशं भवति, तस्य अन्य किमपि कार्यं न भवति, सूत्रं तु व्यर्थता भवेत्. तादृशं किमपि पाणिनेः सूत्रस्य कुत्रापि व्यर्थता मा भूत् इति मुख्यचिन्तनमस्ति. तत्र कार्यम् अवश्यं तस्य भवेत्, अतः अत्र अपि वृद्धिरेचि इत्यस्य कार्यं भवति एव. तद् निरवकाशं मा भूत् इति कारणेन तद् अपवादसूत्रमस्ति. सम्यक् भगिनि, उत्तमम्. अतः तावदेव, अत्र लोट्लकारे तु आद्गुणः वयं दृष्टवन्तः यदा पूर्वम्, अतो गुणे अपि वयं दृष्टवन्तः अपदान्तात् अतः गुणे परे पूर्वपरयोः एकः पररूपादेशः. आद्गुणः व्यतिरेचि अकः सवर्णे दीर्घः तु वयं जानीमः. अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायां परिचितसूत्राणि एव. अतः लङ्लकारं प्रति गच्छामः. विजया भगिनी पठति वा लङ्लकारः? आं भगिनि, लङ्लकारः लङ्घि सिद्ध किं प्रत्ययाः ता इताम् अन्त ताः इतां द्वं नि वहिमहि आ योगः एव ऐद इति अङ्गम् आडजादीनां तत्र षष्ठ अध्याये चतुर्थपादे द्विसप्ततिः इति सूत्रं कार्यं करोति. आतः च इति सूत्रमपि अनन्तरम् आगच्छति. परन्तु तत्र प्रथमपादम् एतत्तु आडजादीनां जातीनाम् इति कार्यं पूर्वम् आगच्छति. कार्यं तत्र एद योगः स एदत एद ऐद ऐदत ऐद योगः त ऐदत ऐद योगः इताम् ऐदेताम् तत्र आदुगुणः कार्यं करोति. ऐद योगः अन्त ऐदन्त अतो गुणे अनन्तरम् ऐद योगः ताः ऐदेताः ऐद योगः इताम् इत्युक्ते तत्र ऐदेताम् आदुगुणः एव तत्र कार्यं करोति. एद योगः ऐद योगः द्वम् ऐदे त्वम् अनन्तरम् ऐद योगः इ ऐदे इति उत्तमपुरुष एकवचनम् अनन्तरम् आदुगुणः कार्यं करोति. अनन्तरम् ऐद योगः वहि ऐदा वहि अतो दीर्घ एम् ए इति तत्र कार्यं करोति सूत्रम्. ऐद योगः महि ऐदा महि अतो दीर्घ एम् ए इति तत्र सूत्रं कार्यं करोति. सम्यक्. तत्र प्रथमं वदतु भगिनि, ऐद इति कथं भवति इति. ऐद योगः सा इति आगच्छति. तत्र ऐदेत इति ऐद इति पूर्वपदस्य अन्तिमवर्णः अकारः अस्ति, अनन्तरं तकारः अस्ति. एतत् वर्णमेलनेन ऐदेत इति आगच्छति. तत्र कार्यं किमपि वर्णमे कस्मात् पूर्वम् एद् इति धातुः आयोगः एद तत्र आकार दीर्घ आकारः अस्ति. अनन्तरं द्वितीयपदस्य प्रथमवर्णः एकारः अस्ति. आयोगः एकारः तत्र ऐकारः इति भवति. तत्र वर्णमेलनेन ऐद इति अङ्गं भवति. अनन्तरं आडाजादीनाम् अनन्तरम् आटः च इति आटः च इति तत्र तकारस्य लोपः हलन्त्यं तस्य लोपः इति सूत्रेण लोपः भवति. आ एव तिष्ठति तत्र. अनन्तरम् आडाजादीनाम् इति इत्युक्ते तत्र तत्रापि तकारस्य कार्यं न आ एव तिष्ठति खलु भगिनि सूत्रमध्ये. अनन्तरं तत्र कार्यं किम् अभवत् तत्र इत्युक्ते तत्र ऐद योगः तत्र ऐद योगः तत्र वर्णमेलनमेव. तत्र कार्यं किमपि नास्ति. अनन्तरम् ऐद योगः इताम् ऐदेताम् ऐदेताम् इत्युक्ते तत्र आदुगुणः कार्यं करोति. पूर्वमेव वयं दृष्टवन्तः अकारस्य स्थाने अचिवर्णः इति आगच्छति. अतः तत्र आदुगुणः कार्यं करोति. अनन्तरम् ऐद योगः अन्त ऐदन्त तत्र अपि अतो गुणः कार्यं करोति. तत्र अपि वर्णमेलनम् एव. अतो इति अङ्गम् अङ्गकार्यं भवति. ऐद योगः अन्त ऐदन्त इति वर्णमेल मेलनमेव तत्र. अनन्तरम् ऐद योगः ताः तत्रापि वर्णमेलनम्. ऐद योगः इताम् इति ऐदेताम् आदुगुणः कार्यं करोति. अचि इति परे इति सूत्रेण अनन्तरम् ऐदयोगः द्वं तत्र अपि वर्णमेलनमेव ऐदयोगः इ ऐदे तत्र आदुगुणः अनन्तरम् ऐदयोगः प्रथमपदस्य अन्तिमवर्णः दकारः तत्र अकारः एव तिष्ठति अनन्तरम् इ अकार योगः इकारमेलनेन तत्र ऐदे इति आगच्छति आदुगुणः कार्यं करोति ऐदे योगः वहि तत्र अपि अतो दीर्घे यङि इति सूत्रेण तत्र एदा इति दकारस्य अन्तिमवर्णः अकारः अनन्तरं वकारः अपि अस्ति तत्र दीर्घरूपेण एदा वहि तत्र अकः सवर्णदीर्घः अपि कार्यं करोति वहि इति यञि प्रत्याहारे वकारः अस्ति दीर्घः भवति तत्र अनन्तरम् एदा योगः महि अपि एदा महि इति दीर्घरूपेण आगच्छति परन्तु किमर्थं तत्र अकः सवर्णे दीर्घः इति उक्तवती नास्ति तत्र एदा इति दकारस्य स्थाने अन्तिमवर्णः अकारः एव अनन्तरं बकारः अपि प्रथमवर्णः ययि प्रत्याहारे अस्ति परन्तु तत्र वकारः तत् एतदपि वकारः यतोहि तत्र ययि प्रत्ययस्य अस्ति अपि परन्तु तत्र दीर्घे दीर्घरूपेण आगच्छति किमर्थं चेत् तत्र अतो दीर्घो यनि सूत्रेण तावदेव किल तावदेव सूत्रेण एव दीर्घः अतो दीर्घो कार्यनाथ आं भगिनि आं भगिनि क्षम्यतां भगिनि आगच्छति एवं प्रश्नः दीर्घम् एव भवति अन्तिमवर्णस्य दीर्घादेशः अस्मिन् सूत्रेण एव भवति सम्यक् भगिनी उत्तमं तावदेव अत्र रघुपतिमहोदय सूत्रद्वयमपि पठति वा महोदय श्रूयते वा इदानीम् आम् आं श्रूयते महोदय अस्तु अडाजि आडजद आडजद सारि आडजादीनाम् इति लुं लङ् लृङ् च परं चेत् अजादिधातुरूपी अङ्गस्य आट् आगमो भवति स च आड् आट् आगमः उदात्तसंज्ञकः आद्यन्तौ टकितौ इत्यनेन अङ्गात् प्राक् आयाति अच् आदिः येषां ते अजादयः बहुव्रीहिः तेषाम् अजादीनाम् आट् प्रथमान्तम् अजादीनां षष्ठ्यन्तं द्विपदमिदं सूत्रं लुङ् लङ् लृङ् षडुदात्तः इत्यस्मात् लुङ् लङ् लृङ्षु उदात्तः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अजादीनाम् अङ्गस्य आट् उदात्तः लुङ् लङ् लृङ्षु इति वयं दृष्टवन्तः पूर्वं लुङ् लृङ् लुङ् लङ् लृङ्षु अडागमः भवति इति इदानीं यदि अडा अजादि लुङ् लङ् अपरं चेत् अजादिरूप अजादि धातुरूपी अङ्गस्य आट् आगमः इति ओके लुङ् लङ् लुङ् लङ् लृङ्षु अटागमः भवति परन्तु इदानीम् अजादि धातुः अस्ति चेत् तत्र दीर्घ आकारः भवति इति सूत्रं वदति सूत्रमस्ति अजादीनाम् अच् आदीनाम् अच् आदीनां यत्र स्वरः आदि अस्ति अङ्गस्य तस्य आट् आगमः आकारः आगमः भवति तत्र टित् अस्ति अतः अङ्गस्य पूर्वं पूर्वं भवति इति सूत्रं वदति अतः अस्य सूत्रस्य प्रसक्तिः कुत्र कुत्र अस्ति महोदय, सूत्रं वदति वा? यत्र यत्र इदानीं वयं दृष्टवन्तः ए धातुः अस्ति तत्तु अच् अजादि धातुः अस्ति, अजादि अङ्गमस्ति, अत्र अजादि अङ्गमस्ति, अजादि धातु अङ्गम् इत्युक्ते अत्र धातु एव भवति, अजादि अजादि अङ्गमस्ति एध इति अस्ति, तत्र आकार सामान्यतः लुङ् लङ् लृङ्षु अट् आगमः भवति, परन्तु एतत् अजादि अङ्गमस्ति, वयं दृष्टवन्तः पट् इति धातुः अस्ति, अपठत् इति अथवा रोचते अरोचत इति, परन्तु अत्र एध इति अस्ति, अत्र आडागमः भवति. किमर्थमिति चेत् तत्र प्रथमवर्णः स्वरः अस्ति, अच्वर्णः अस्ति, अतः अजादि धातुरूपी अङ्गम् अजादि धातुरूपी अङ्गम् अजादि धातु धातुरूपी अङ्गम् अस्तु अजादि धातुरूपी अङ्गम् इत्युक्ते यद् धातुः अपि अस्ति अङ्गमपि अस्ति. एदिति धातुः, एद् धातुः इदानीम् एध इति अङ्गं भवति, तदा यदा एध इति अङ्गं भवति चेदपि तस्य धातु इति संज्ञा तद् न त्यजति. धातुः अपि अस्ति अङ्गमपि अस्ति, धातुरूपी अङ्गम्. यत्र धातुरूपी अङ्गम् अच् एद् एध क्षम्यताम् अजादिः अस्ति, तादृश अङ्गस्य आड् आगमः भवति. किमर्थं धातुरूपी अङ्गम् इति उक्तवन्तः इत्युक्ते, यदा वयम् अनदन्तम् अङ्गं कुर्मः तत्र यद् धातुः उदाहरणरूपेण अदादिगणे यद् किमपि धातुः स्वीकुर्मः तत्र अङ्गकार्यम् इति किमपि नास्ति किल, शप् इति तस्य तु लुक् भवति, अतः तत्र धातुः तादृशमेव तिष्ठति, धातुः एव अङ्गमपि तत्र, अतः धातुरूपी अङ्गम् इति दत्तवन्तः. तस्य अपि प्रसक्तिः बहुत्र अस्ति आडजादीनां, यत्र यत्र अजादि धातुरूपी अङ्गमस्ति तत्र तत्र आट् इति आगमः भवति. अस्य प्रसक्तिः आत्मनेपदी एव इति किमपि अत्र लिखितं वा? नास्ति नास्ति, आत्मनेपदी अपि भवति परस्मैपदी अपि भवति. लुङ् लङ् लृङ्षु इति सामान्यसूत्रमस्ति, आडजादीनाम् इति विशेषसूत्रमस्ति. विशेषसूत्रं तावदेव. पट् इति धातु हलादि आडागमः नास्ति, अत्र नास्ति, अडागमः एव अपठत्. अत्र एव आडागमः, यत्र यत्र आड् आगमः भवति तत्र तत्र द्वितीयसूत्रस्य अपि प्रसक्तिः अस्ति, आटश्च इत्यस्यापि प्रसक्तिः अस्ति एव. तावदेव अस्ति अस्मिन् सूत्रे. आद्यन्तौ तकितौ इत्यनेन यदा भवान् उक्तवान् अङ्गात् प्राक् आगच्छति आट् इति आगमः. आटश्च पठतु महोदय. आटश्च षष्ठ अध्यायस्य प्रथमपादस्य नवतितमसूत्रं आड् आगमात् अचिपरे पूर्वपरयोः वृद्धिः एकादेशः वृद्धिरेकादेशो भवति. आटः पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. इकोयणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, वृद्धिरेचि इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आटः च अचि पूर्वपरयोः एकः वृद्धिः त संहितायाम् ओके आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् अस्तु इदानीम् आटश्च सूत्रं वदति यत्र आडागमः भवति आटागमः भवति तदानीम् आटागमः कुत्र भवति अचि आजादि अङ्गस्य एव अजादि अङ्गस्य एव भवति आटागमः लुङ् लङ् धुं शुभं दृष्टवन्तः तत्र वृद्धिः एकादेशः भवति इति दत्तमस्ति इदानीम् एकनिमिषम् अचि परे ओके अस्तु एतत् वृद्धिरेचि इत्यस्य वृद्धिः भवति अकारात् एचि परे इदानीम् अचि परे इति अत्र अचि परे एकः अचि परे अस्तु इदानीम् आकारः आकार ओके आकार इकार अस्ति चेत् वृद्धिः आकार एव भवति वा आकार इकार आकार आकार अस्ति आकार तत्रापि वृद्धिः आ इति भवति आ एव भवति अस्तु एचि तत्र ए ए ओ ऐ किल सोरि एचि ऐ औच् ओके अस्तु आटश्च अत्र यत्र यत्र आडागमः भवति तत्र अचि परे वृद्धिः एका वृद्धिः एकादेशः भवति इति सूत्रं वदति तत्र आडजादीनाम् इति कीदृशकार्यम् आटश्च इति कीदृशकार्यं महोदय आटश्च इति आट आडजादीनाम् इति इति आगमः अस्ति इदानीम् आगमः अङ्गकार्यम् उत्तमं वर्णकार्यमेव सम्यक् सूत्रसङ्ख्या अपि 6-4 इति अस्ति आडजादीनाम् अत्र तु आटश्च षष्ठमध्यायस्य प्रथमपादे यदा भवान् उक्तवान् तत्र वृत्तिरेचि इति सूत्रमेव पर्याप्तं किल आटश्च इति नूतनसूत्रस्य का आवश्यकता तत्रापि वृत्तिः एव भवति वृद्धिरेचि इति सूत्रस्य सूत्रं यदा वयम् उपयुज्यामः तत्रापि वृद्धिः एव भवति किमर्थम् एकः नूतनसूत्रम् एकं नूतनसूत्रम् इत्युक्ते तत्र अग्रे दत्तमस्ति अरुणा भगिनी पठति वा विदलि न तत्र देयं यत् इति अस्ति किल देयं यत् उपरितने उदाहरणे एत् धातोः आदौ एकारः अस्ति अतः आक् योगः ए ऐ इति वृद्धिः तु भवति एव परन्तु धातुः इकारादि उकारादि वा चेत् धातुः चेत् आ योगः इ अथवा आ योगः उ गुणः भवति स्म एतत् अर्थम् आटश्च इत्यनेन वृद्धि भवति न तु गुण यथा परस्मैपदे तुदादिगणे इषु धातुः इषुगमि यमां च इति सूत्रेण वक्षमाणेन धात्वादेशेन क्षितिपरे चकारस्य स्थाने चकारः इष् योगः षकार श अङ्गम् इच्छा लटि इच्छति लङि आडागमं कृत्वा आयोगः इच्छा अत्र सामान्यगुणसन्धिना आद्गुणः इदनेन एच्छत् इति भवति स्म परन्तु अत्र आटश्च इत्यनेन परत्वात् वृद्धि आदेशः भवति इति कृत्वा ऐच्छत् किं वदति वयं पठामः एद् धातोः आदौ एकारः अस्ति ततः पूर्वम् अदाजादीनाम् इति सूत्रेण आत् आगच्छति, ततः वृद्धि एव भवति आतश्च वृद्धि इति सूत्रेण. परन्तु धातुः यदि धातु अन्ते इकार उकार अस्ति चेत् वृद्धि एव भवति, न गुण एव भवति, न वृद्धिः. एतत्तम् आतश्च इत्यनेन अहं न अवगतं भगिनि. अस्तु भगिनि, नास्ति चिन्ता. वदति वा, वदतु महोदय. एतद् गुणसन्देहः अपवादमस्ति वा, अपवादः अस्ति किल. इदानीं एदते तत्र आयिधत् तत्र वृद्धिसन्देहे प्रसक्तिः अस्ति, प्रसक्तिः अस्ति. परन्तु तत् प्रभाद्य आटश्च इति सूत्रमस्ति, उत्पत्तिषेधे परं कार्यम् इति अस्ति. एकनिमिषम्, आट 6.1.90 अस्तु. वृत्तिरेचि इति पूर्वसूत्रमस्ति, आटश्च इति परसूत्रमस्ति. अतः तत्र कार्यं करोति, आटश्च एव कार्यं करोति. परन्तु यथा इकारादिधातुः अस्ति, तत्र वृद्धिरेचि सूत्रस्य प्रसक्तिः नास्ति. अत्र आद्गुणः इत्यस्य प्रसक्तिः अस्ति, अतः तत्र आद्गुणकार्यं करोति. आद्गं कार्यं करोति चेत् आटश्च इति सूत्रस्य कार्यं न भवति तत्र. अस्तु, अतः नूतनं सूत्रम् इष्टरूपं न सिद्ध्यति. अतः आटश्च इति सूत्रस्य प्रसक्तिः अस्ति. यथा परस्मैपदेषु, परस्मैपदे एकनिमिषं पठामि. उकारादि यत् आटश्च इति, तथा परस्मैपदे तुदादिगणे इष् धातुः अस्ति. इषु गमीयां चः इति इष् योग शः, इषु गमीयमां च इति सूत्रेण वक्ष्यमाणेन धात्वादेशे शिति परे शकारस्य स्थाने चकारः इति अस्ति. अङ्गम् इष् अस्ति, इष्योग श अङ्गम् इच्छ इति चकारस्य स्थाने चकारादेशः. लङ्गि न जानामि, परन्तु इकार अस्ति, आकार इकार अस्ति. तत्र आटश्च इति सूत्रस्य प्रसक्तिः भवति, ऐच्छति इति भवति, इष्यत् एच्छत् इति भवति. परन्तु इष्टरूपम् अस्ति ऐच्छत्, अतः आटश्च सूत्रस्य आटश्च सूत्रस्य आधारेण इष्टरूपम् ऐच्छत् इति भवति, न तु एच्छत् इति. परन्तु इष् योग श इति अस्ति, तत्र अङ्गम् इच्छा इच्छा इति कथम् आगच्छति इति भ्रमः वा महोदय? चिन्तयामि, इष्कारस्य स्थाने चकारादेशः भवति, चकारादेशः भवति. प्रश्नः कः महोदय? न किमर्थम् अत्र इष् योगाश्च इति अस्ति, इच्छा इति कथं भवति? अहं चिन्तयामि, इच्छा इति कथं, तदेव इषु गमयमां चः इति सूत्रेण शकारस्य स्थाने चकारादेशः भवति, इच्छा इति भवति. यत्र यत्र चकारः भवति तत्र तुक् सहितचकारः, तुक् आगमः, इतच्च अनन्तरं तकारस्य स्थाने चे च इति सूत्रेण च इच्छ. अस्माकं गम् धातुः यदा तादृशमेव प्रक्रिया, गम् गच्छ इति भवति किल, तादृश एव प्रक्रिया इच्छ. आगच्छति इदानीं पुनः आगच्छति भुवादिगणे, अनन्तरं तुदादिगणे अपि. अतः इच्छ आम् विस्मृतवन्तः. अस्तु भगिनी वदतु. अर्थम् इदानीम् आद्गुणः न कार्यं करोति, परन्तु आटश्च एव वृद्धिः कार्यं करोति परसूत्रत्वेन. आम् आम् परसूत्रत्वेन. आम् सम्यक्. आम् किमर्थम् इत्युक्ते द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति. आद्गुणः अपि बहुत्र बहुषु स्थलेषु कार्यं करोति, आटश्च अपि बहुषु स्थलेषु तस्य वृद्धिकार्यं भवति एव. अतः वयं कथं निर्णेतुं शक्नुमः इत्युक्ते सूत्रसङ्ख्या, तादृशस्थलेषु सूत्रसङ्ख्या, आटश्च इति परसूत्रम्, अतः परत्वात् वृद्धिरादेशो भवति. अनन्तरम् ऐच्छत्, सर्वत्र वयम् आद्गुणः इत्येव कार्यं करोति इति वदामः चेत् अस्माकम् इष्टरूपं वयं न साधयितुं शक्नुमः. एच्छत् इति रूपम् आगच्छति, अस्माकम् इष्टरूपं तु ऐच्छत्. कथं साधयामः? आटश्च. तावदेव. धन्यवादः. अस्तु, इदानीं विधिलिङ्ग. विजया भगिनी पठति वा? आं भगिनि. विधिलिङ्ग् लकारः, विधिलिङ्ग् सिद्ध किं प्रत्ययः, ईत ईयासाम् ईरन्न, ईताः ईयासाम् ईद्वम्, ईय ईवहि ईमहि इति रूपं सिद्ध किं प्रत्ययः निष्पन्नं तत्र. आद्गुणः द्रविलिङ्गि सर्वत्र प्रसक्तिः अस्ति तत्र. कार्यम् एद योगः ईत एदेत, प्रथमपदस्य अन्तिमवर्णः दकारः, अनन्तरम् ई इति आगच्छति. एतत् वर्णमेलनेन एदेत इति तत्र सर्वस्थाने तत्र आद्गुणः एतत् सर्वं कार्यं करोति. षष्ठमाध्याये प्रथमपादे सप्त अशीतिः इति सूत्रेण एद योगः अनन्त ईयातां, तत्र अपि वर्णमेलनमेव एदेयातां इति. एद योगः ईरन् एदेरन्, एदे योगः ईताः एदेताः, अनन्तरम् एद योगः ईयातां एदेयातां, एद योगः ईद्वम् एदेद्वम्. एतत् मध्यमपुरुष बहुवचनम् अस्ति. अनन्तरम् उत्तमपुरुषस्य एकवचनम् एद योगः ईय एदेय, एद योगः ईवहि एदेवहि, तत्रापि वर्णमेलनमेव, किमपि तत्र दीर्घकार्यं वा यत्किमपि तत्र नास्ति. सर्वत्र आदुगुणः विधिलिङ्ग् प्रसक्तिः अस्ति. अनन्तरम् उत्तमपुरुषस्य बहुवचनम् एद योगः ईमहि एदेमहि इति सार्वधातुकलकारेषु अदन्ताङ्गं तिङ्प्रत्ययोः संयोजनं फलं क्रियापदमिति. तत्र वर्णमेलनमेव भवति भगिनी. विधिलिङ्ग इति धातुरूपं निष्पन्नं तत्र. आद्गुणः सर्वत्र कार्यं करोति. उत्तमं कार्यं. अस्तु, एतावता वयं किं साधितवन्तः? प्रथमम् अङ्गम्, अङ्गस्य निर्माणं कथं भवति इति दृष्टवन्तः. अनन्तरं मूलतिङ्प्रत्ययात् सिद्धतिङ्प्रत्ययः आत्मनेपदि परस्नेपदि द्वयोः स्तरयोः वयं साधितवन्तः. अनन्तरम् अङ्गस्य तिङ्प्रत्ययोः मेलनं कथं भवति इत्यपि वयं दृष्टवन्तः. इदानीम् अस्माकं सोपानत्रयमपि पूरितम्. इदानीं वयं किं कुर्मः? एकम् एकं गणं स्वीकृत्य तत्र सामान्यकार्याणि कथं भवति, विशेषकार्याणि कथं भवति इति पश्यामः. दशगण गणेषु अपि के दातवः सन्ति, तस्य कार्यं कथम् आगच्छति इति पश्यामः. परन्तु प्रथमपुरुष एकवचनस्य रूपमेव वयं साधयामः. किमर्थम् इत्युक्ते अन्यत्र तादृशकार्यमेव, यदा वयम् इदानीं दृष्टवन्तः, तादृशकार्यम् एव अन्यत्रापि भवति इति कारणात् प्रथमपुरुष एकवचने साधयामः, यत्र यत्र विशेषकार्याणि अस्ति तत्र वयं पूर्णतया परिशीलनमपि कुर्मः. अतः अस्माकं नूतनपाठः भुवादिगणः इति आरप्स्यते. अत्र तद् स्वीकरोतु कृपया करपत्रं, नूतनकरपत्रं. कुत्र अस्ति भगिनि? भुवादिगणः इति अस्माकं 5.6 सार्वधातुकप्रकरणम् इति 5, अदन्तमङ्गम् अत्र 6 इति भुवादिगणः. अस्य पाठस्य अग्रिमपाठं भगिनि. भगिनि, तत्र एतावता अस्माभिः आहत्य 2000 धातवः आहत्य सन्ति. अत्र भुवादिगणे 1000 सन्ति, इत्युक्ते अर्धभागः 1000 भुवादिगणे एव सन्ति. अतः यत् वयम् अस्माकं सम्भाषणे वा संस्कृतना ज्ञानवर्धनाय वा भुवादिगणः बहु मुख्यम् अस्ति, तद् जानीमः चेत् वयं 1000 जानीमः. अतः तद् पठामः एकवारम्. आम्, रघुपतिमहोदय. आं भगिनि, भुवादिगणः एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्, अपि च सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्प्रत्ययाः साधिताः. तदा गते पाठे तयोः अङ्गतिङ्प्रत्ययोः संयोजनं कथं भवति, परस्मैपदे आत्मनेपदे च इति अवलोकितम्. अधुना येषु धातुगणेषु अङ्गम् अदन्तं भवति, द्वादौ, द्विवादौ, सुधादौ, चुरादौ च, तेषां गणनां कृते क्रमेण समग्रं चिन्तनं करणीयं. नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गम् अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत. प्रत्येकस्मिन् गणे अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययाः के, अपि च अङ्गतिङ्प्रत्ययः संयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. हस्ते अङ्गम् अस्ति चेत् लटि, लोटि, लङ्गि, विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता. सम्प्रति अस्मिन् पाठे भुवादिगणीयाः धातवः परिशीलनीयाः. तदा अग्रिमेषु पाठेषु क्रमेण दिवादिगणः, तुदादिगणः, चुरादिगणः च अवलोकयिष्यन्ते. अस्तु, एतावता अस्माभिः अदन्तम् अङ्गं निर्मितम्, अपि च सर्वदात्कलकारेषु लकारस्य तिङ्प्रत्ययः साधिताः. तदा गते पाठे तयोः संयोजनं कथं भवति, वयं पठितवन्तः. इदानीम् अदन्त अङ्गं कथम्, अदन्त अङ्गस्य निर्माणं कथं भवति इति सर्वधातुकलकारेषु वयं पठितवन्तः. लट् लोट् लङ् विधिलिङ्ग् विधिलिङ्ग् इत्येषु भुवादिगणे अपि, सारी, आत्मनेपदे अपि परस्मैपदे अपि वयं तस्य कथं संयोजनमपि भवति, तत्र किं किं कार्यमस्ति सिद्धतिं प्रत्ययानन्तरं अङ्गस्य योजनसमये किं कार्यमस्ति इति वयं अवलोकितवन्तः. अधुना येषु गणेषु अङ्गम् अदन्तं भवति, अदन्तमङ्गं भवति धातुगणेषु, अदन्तङ्गं वयं दृष्टवन्तः, द्वादौ, द्विवादौ, सुधादौ, चुरादौ एव अदन्तमङ्गम् अस्ति. तेषां गणनां कृते क्रमेण समग्रं चिन्तनं करणीयं. नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत. अङ्गनिर्माणविधिः प्रत्येक नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणं विधिः अस्माभिः ज्ञायेत। प्रत्येकस्मिन् गणे अङ्गस्य सामान्यचिन्तनं किं विशेषचिन्तनं किम् इति ज्ञेयम्। अस्तु, अङ्गनिर्माणमस्ति इति तत्र अङ्गनिर्माणं तत्र अङ्गनिर्माणस्य कार्यम् इति इदानीं वयं जानीमः इति तत्र सामान्यकार्यम् अस्ति, किञ्चित् विशेषकार्यमपि। भगिनी भवतः ध्वनिः ध्वनिः सम्यक् नास्ति खलु भगिनि? मन्दं महोदयस्य किञ्चित् न्यूनमेव अस्ति महोदयस्य ध्वनिः। आम्, श्रूयते वा? श्रूयते, परन्तु मध्ये मध्ये बहु ड्राप् भवत्। अङ्गस्य इदानीं प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणं विधिः इदानीम् अङ्गनिर्माणं विधिः अस्माभिः ज्ञायेत। अङ्गनिर्माणं कथं भवति, तत्र सामान्यचिन्तनं किं, सामान्य नियमः के सन्ति, नियमाः के सन्ति, विशेषचिन्तन सामान्यचिन्तनम् अपि च विशेषचिन्तनम्। एकवारम् इदानीम् अङ्गं निर्मितं चेत् ततः अग्रे चतुर्णं लकारणं कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्यये वयम् इदानीं पठितवन्तः। इदानीम् अङ्गनिर्माणस्य एव तत्र किञ्चित् चिन्तनम् आवश्यकमस्ति। अतः अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते, अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते। हस्ते अङ्गमस्ति चेत् लटि लोटि लङि विधिलिङ्गि च सिद्धतिङ्प्रत्यया प्राप्त। अस्तु, सम्प्रति अस्मिन् पाठे भवादिगणदातवः परिशीलनीयः, तदा अग्रिमेषु पाठेषु क्रमेण दिवादि तुदादि चुरादि च अवलोकिष्यन्ते। अस्तु, इदानीम् अङ्गकार्य अङ्गं अङ्गस्य निर्माणं कथं भवति इति तस्य विषये चिन्तनं, प्रत्येक अदन्त अङ्ग अदन्त एकनिमिष अदन्त अङ्गस्य एकनिमिषं भगिनि एकस्मिन् दिवा सम्प्रति अस्मिन् पाठे भवादिगणीयदातवः भवादिगणीयदातवः प्रत्येक धातूनाम् अङ्गं कथं भवति अङ्गं कथं भवति इति वयं द्रक्ष्यामः इति दत्तमस्ति। सिद्धतिङ्प्रत्यय अस्ति, परन्तु अङ्ग अपि तत्र भिन्नभिन्नं कार्यमस्ति वा? न, अङ्गं तु वयं साधितवन्तः। अङ्गं तु अदन्तम् अङ्गम् अस्माकं हस्ते अस्ति इदानीम्। अनन्तरं यदा लट् लोट् लङ् विधिलि तत्र कथं योजयामः इति पश्यामः। केचन विशेषदातवः सन्ति, यत्र इदानीं भवान् विशुगमीयमां चः दृष्टवान् किल, तादृशं केचन विशेषदातवः सन्ति यत्र अङ्गकार्यमेव विशेषमस्ति। अङ्गम् अदन्तम् अङ्गम् इति जानीमः, परन्तु तत्र अङ्ग आदेशः भवति, धात्वादेशः, तादृशकार्यमपि परिशीलयामः। सामान्यकार्यं वयं पठितवन्तः, तद् विशेषः अतः तदपि पठनीयम्। तदेव एकस्मिन् प्रत्येकस्मिन् गणं स्वीकृत्य सामान्यकार्यं वयं जानीमः, विशेषकार्याणि किं, भुवादिगणीयदातवः इति स्वीकृत्य विशेषकार्याणि, विशेषभुवादिगणीयदातवः, सामान्यभुवादिगणीयदातवः। यत्र सामान्यकार्यमस्ति तत्र वयं शीघ्रं गच्छामः, विशेषकार्यमस्ति चेत् तत्र सूत्रमपि अपेक्षितं, कार्यमपि वयं पूर्णतया परिशीलयामः। गम् गच्छति कथं, आम् तादृशमस्ति। एतावता अस्माकं मनसि एक जिज्ञासा अस्ति किल, कथम् आगच्छति इति, तद् सर्वम् अस्मिन् पाठे पूरयिष्यामः। अस्तु, आम् अरुणा भगिनी अग्रिम सूत्रद्वयमपि पठतु भगिनि। स्मर्यते यत् इति आरभ्य, स्मर्यते यत् तिंशित् सार्वधातुकम् इति, अनेन तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः, तदा कर्तरि शप् इत्यनेन क कर्तर्थे सार्वधातुकप्रत्यये परे धातुतः शप् प्रत्ययः विहितो भवति. इदं सूत्रं वदति तिङ्क्षित् सार्वधातुकं किमर्थम् इत्येन तिङ् प्रत्ययः सार्वधातुकनामकरणं भवति. तदनन्तरं तिङ् सार्वधातुकं भवेत् ततः कर्तरि शप् इत्येन कर्तर्त्रे सार्वधातुकप्रत्यये परे धातुतः शप् प्रत्यय गणविकर्णप्रत्यय विहितः भवति. साधु आम् आम् सम्यक् भगिनि. तिङ्क्षित् सार्वधातुकं यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकं. शकार इत् अस्य सः षित् वर्णनं करोति. शकार इत् यस्य सः षित् बहुव्रीहितमासः. तिङ् च षित् च तयोः समाहारद्वन्द्वः तिङ्क्षित्. तिङ्क्षित् प्रथमान्तं सार्वधातुकं प्रथमान्तं द्विपदविधं सूत्रं. प्रत्ययः परश्च धातोः इति येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम् इति वदति. तिङ्क्ष प्रत्ययः अष्टविंशति न एकविंशति प्रत्ययः तिङ् प्रत्ययः षित् प्रत्ययः अपि सार्वधातुकनामकरणं भवति. पूर्णसूत्रं धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकमिति. धातोः परः विहितः तिङ् वा षित् वा प्रत्ययः तस्य नामकरणं भवति सार्वधातुकम् इति नामकरणं. सम्यक्. अग्रिमसूत्रं भगिनि. कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्तर्थक सार्वधातुकप्रत्यये परे. धातुतः शप् प्रत्ययः भवति कर्तर्थक सार्वधातुकप्रत्यये परे. कर्तरि शब्दं कर्तरि सप्तमन्तं शप् प्रथमान्तं द्विपदम् इदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. प्रत्ययः परश्च इत्यनयोः अधिकारः इत्यनयोः अधिकारः. धातोः एकाचो हलादे क्रियासमविहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं धातोः शब्दप्रत्ययः परश्च कर्तरि सार्वधातुके. इदं सूत्रं न अवगतं. तत्तु सामान्यसूत्रमस्ति. कर्तरि शप् इति सामान्यसूत्रमस्ति. शप् प्रत्ययः परः अस्ति. धातुतः शप् प्रत्ययः भवति. वयं तत्तु दृष्टवन्तः. कदा भवति इत्युक्ते कर्त्रार्थे सार्वधातुकप्रत्यये परे. इत्युक्ते कर्तरीप्रयोगे एव शप् प्रत्ययः विहितः भवति. अनन्तरं सार्वधातुकप्रत्यये परे निमित्तद्वयं. कर्त्रार्थसार्वधातुकप्रत्ययः परः अस्ति चेत् तत्र शप् इति विकरणप्रत्ययः आगच्छति. तत् तादृशविकरणप्रत्ययः धातुतः विहितः भवति. अस्तु. तत्र सार्वधातुकप्रत्ययः इत्युक्ते किम् इति पूर्वसूत्रं वदति. तिंशत् सार्वधातुकम् अतः तिङ् आगच्छति. तिङ् सार्वधातुकनामकरणं ततः कर्त विवच्छ कर्तर्थके अप्ते तदा तदा एव अशप्रत्यय आगच्छति धातोः परः. सम्यक् तावदेव तदेव विवक्षा. अस्माकं विवक्षा कर्तरी अस्ति चेत् शप् इति विहितः भवति. सामान्यसूत्रं सर्वत्र प्रथमं कर्तरी शप् एव आगच्छति. तद्व्रवाद्य एव गणविकरणप्रत्ययः आगच्छति. अस्माकं द्वादिगणे तु शप् एव अस्माकं विकरणप्रत्ययः अपि अस्ति. अहं जानामि वक्तुं विचारं कर्तुं नास्ति चिन्ता भगिनि, नास्ति चिन्ता. धन्यवादः. उत्तमम्. अस्तु, कस्य क्रमः? विजया भगिनि. अस्तु भगिनि, तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि, लोटि, लङ्गि, विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. यथा परस्मैपदे भू धातुः अङ्गमस्ति, भूयोगः शप् योगः भव इति. प्रथमं वयं जानन्ति अदन्तम् अङ्गम् एतत् किम् अस्ति. अदन्तम् इत्युक्ते धातुविकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् तत् अङ्गम् अदन्तम् इति उच्यते. तत्र अकारः अस्ति चेत् अकारः अस्ति चेत् अकारः अनन्ति चेत् अदन्तम् अदन्तम् अदन्तम् अकारः नास्ति चेत् अनदन्तम्. अवगच्छति. तत्र कुञ्चिका, तत्र कुञ्चिका इत्युक्ते की, तत् की अस्ति की. अङ्गम् एव तत्र की अस्ति. किम् अस्ति चेत् तत्र भूयोगः शप् योगः भव इति आगच्छति. इत्यस्मिन् उदाहरणेन शप् प्रत्ययस्य कृते भूधातुः अङ्गं भवति, तत्र आ एव तिष्ठति. अतः तत्र भूयोगः शप् इति विकरणप्रत्यये आ एव तिष्ठति, अतः भव इति भू इति तत्र कार्यं कृत्वा अनन्तरं विकरणप्रत्ययोः विकरणप्रत्ययस्य अकारः शकार लसक् पतिते इति सूत्रेण शकारस्य लोपः भवति. पकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति, आ एव तिष्ठति. अनन्तरं अतः भव इति रूपं निष्पन्नम् अङ्गम् अङ्गं भवति. तत्र लटि रूपे लटि अग्रे पठामि वा भगिनि? आम् आम् आं भगिनि. भगिनि कुञ्चिका किमर्थं कुञ्चिका? कुञ्चिका इत्युक्ते की भगिनि, अस्माकं की अङ्गम् आङ्ग्लभाषायां की. अङ्गम् एव यदा अङ्गम् अस्माकं पार्श्वे अस्ति तत्र तत् अङ्गम् अदन्तं वा अनदन्तं वा इति पश्यामः चेत् अस्माकम् अङ्गम् इदानीम् अदन्तम् अङ्गं, तदेव अस्माकं कुञ्चिका अस्ति, की अस्ति. तत्र वयं लटि, लोटि, विधिलिङ्गि कथं रूपम् आगच्छति इति सुलभतया अवगच्छामः, सरलतया अवगच्छामः. अनन्तरं लटि सिद्धप्रत्ययाः, तत्र सि तः अन्ति, सि तः त, मे वः मः. लट्लकारे तिङ् तिङन्तरूपाणि तत्र किं तत्र कार्यं कृत्वा भवति भवतः भवन्ति, भवसि भवतः भवत, भवामि भवावः भवामः इति तत्र सिद्धतिङ्कृतीयं निष्पन्नम्. अनन्तरं लोटि सिद्धप्रत्ययः, तूतात् ताम् अन्तु, शून्यं तात् तं त, आनि आव आम इति लोटिरूपं. तत्र लोट् लकारे तिङन्तरूपाणि भवतु भवतात् भवतां भवन्तु, भव भवतात् भवतं भवत, भवानि भवाव भवाम इति तत्र रूपं निष्पन्नम्. अनन्तरं तत्र लङ्गि अस्ति, विधिलिङ्गि अस्ति, एतत् सर्वं पठनीयं वा भगिनि? आम् आम् आम् आं भगिनि, अवश्यं पठनीयम्. लङ्गि इति लङ्सिद्धप्रत्ययः, तत्र त, ताम्, अन्, तं त अं व म तत्र अभवत् अभवताम् अभवन् अभवः अभवतम् अभवत् अभवम् अभवाव अभवाम अनन्तरं विधिलिङ्ग विधिलिङ्ग सिद्धप्रत्ययाः इत् इतां इयुः इहि इतम् इत इयम् इव इम विधिलिङ्ग नकारे तिङ् तिङन्तरूपाणि इतां भवेयुः भवेः भवेतं भवेत भवेयं भवेव भवेम इति विधिलिङ्ग लकारस्य तिङन्तप्र रूपाणि निष्पन्नम् आत्मनेपदी वृत् दातु एकनिमिषं भगिनी एकनिमिषम् अत्र एव एकं परिशीलनं कृत्वा अग्रे सरामः. अत्र लट् लकारे भव योगः मि भवामि इति कथं भवति भगिनि? भव इति अङ्गं, मि इति शुद्धप्रत्ययः, भवामि इति कथं भवति? तत्र भवामि तत्र दीर्घरूपेण आगच्छति खलु भगिनि, तत्र भवति ह्रस्वमेव, किमपि तत्र कार्यं नास्ति. भवसि अपि तत्र भवामि इति दीर्घरूपेण आगच्छति. तत्र अतो दीर्घ अतो दीर्घ यञि इति प्रत्ययस्य कार्यं दीर्घं भवति इति अहं मन्ये भगिनि. सम्यक् एव, तदेव भगिनि, तदेव कार्यम्. अत्र भवामि भवावः भवामः इति कार्यम् अस्ति. अन्यत्र कुत्रापि आगच्छति वा तत् सूत्रम्? सूत्रं भवामि भवावः भवामः. अनन्तरं लोट् लोट् मध्ये अपि उत्तमपुरुषस्य आगच्छति, भवानि भवाव भवाम इति. तत्र तत्र अडागमः आगच्छति किल, भवानि भवाव भवाम अत्र नास्ति. अत्र अकः सवर्णे दीर्घः इत्यस्य कार्यं किल महोदय? प्रत्ययस्य आगमः तत्र पठामि, अत्र पठामि इत्यत्र अङ्गस्य दीर्घः. किमर्थम् इत्युक्ते तत्तु यै प्रत्याहारे अपि नास्ति किल, तद् आनि इति, आनि आवाम यै प्रत्याहारे अस्ति, परन्तु अत्र लङ्गि अस्ति वा कार्यं? लङ्गि नास्ति भगिनि, अतो दीर्घो यै भवति तत्र एकवचने न भवति. अभव योगः व, तत्र आव इति कथं भवति? अभव योगः व अभवाव अभवाम तत्र अस्ति वा? अत्र दीर्घ अतो दीर्घ यै इति प्रत्याहारस्य कार्यं कृत्वा तत्र दीर्घं भवति, अतः अस्ति एव किल? अस्ति एव भगिनि. विधिलिङ्गि विधिलिङ्गि केन सूत्रेण भवति? भव योगः इत भवेत् इति भवति. एकारः केन सूत्रेण आगच्छति अत्र सर्वत्र? विधिवेचि वा आद्गुणः आद्गुणः. तदेव अस्माकं कार्यमस्ति इदानीं परिशीलनीयम्. अङ्गं तु अस्ति, सिद्धतिङ्प्रत्ययः अस्ति, मेलनेन किं कार्यं भवति इत्येव अस्माकं कार्यमस्ति इदानीं, तदेव मुख्यकार्यम्. अतः तादृशं कुर्मः चेदेव सूत्राणि मनसि भवेत्, अतः अथवा वयं विस्मरामः सूत्रं किम् इति. अस्माकं प्रक्रियायां यदा अङ्गं जातम् अनन्तरं प्रक्रियायाम् एतानि सूत्राणि अपि बहु मुख्यमस्ति. एतानि सूत्राणि आगत्य एव अन्यकार्यं भवन्ति भवति इति रूपम्. अतः प्रक्रिया मनसि भवेत् सर्वदा. अस्तु महोदय, इदानीं जी धातुः स्वीकरोतु महोदय. एतादृशमेव प्रथमम् अङ्गं साधयतु, अनन्तरं लटी लोटि रूपं वदतु महोदय. किम् अस्ति भगिनि? जी अस्तु, जी धातुः अस्ति. अस्तु जी इदानीं लट् लट् रूपं अङ्गमस्ति जि अङ्गकार्यमस्ति जि योग शप् योग ति इति जि योग शप् तत्र जि तत्र गुणः भवति सा किमस्ति असाधकारदत्तकयोः इति सूत्रेण जे भवति जे जे योग अ इति अस्ति इदानीं यचो यवयाः सूत्रेण अया आदेश जय इति भवति जय योग इति जयति जय इति अङ्गमस्ति जयति जयतः जयन्ति जयन्ति जयसि जयतः जयत जय जयामि इति अस्ति तत्र दीर्घः भवति जयामि जयावः जयामः इति भवति लोटि लोटि तत्र जि तत्रापि जय इति अङ्गमस्ति जयतु जयतात् जयतां जयन्तु जय जयतात् जयत् जयतं जयतं जयत जयानि जयाव जयाम उत्तमं जयानि जयाव जयाम जय एव उक्तवान् किल मध्यमपुरुषे जय जयतात् जय जयतात् जयतं जयत उत्तमं श्रीवल्ली भगिनी वदति वा वक्तुं शक्नोति वा लङ्गि विधिलिङ्गि आं भगिनि रूपं जय इति अङ्गं जय इति अङ्गं लङ्गि लङ्गि परस्मैपदेन जयेत् न लङ्गि अजयेत् अकारः केन सूत्रेण आडु सारि लङ् लुङ् लङ् लृङ्षु आडुत्तम स्वडुदात्तः स्वडुदात्तः अजयेत् अजयताम् अजयन् अजयः अजयतम् अजयत अजया अजयम् अजयाव अजयम् अजयाव अजयाम लङ् आम् अत्र लङ्गि अजयः अजय योगः च कथम् अजयः इति भवति ससचुषोरुः करवसानयो विसर्जनीयः विधिलिङ्गि कथं भवति विधिलिङ्ग् जयेत् जयेता जयेयुः जयेयुः जयेः जयेतं जयेत जयेयं जयेव जये जयेम सम्यक् अतः अहं किं करोमि गृहपाठरूपेण कानिचन धातवः ददामि किञ्चित् एकवारं लिखतु सूत्रसहितपूर्णप्रक्रिया तादृशं करोति चेत् कण्ठस्थीकरणस्य आवश्यकता न भवति अथवा यद् सिद्धप्रत्ययाः सन्ति तस्य कण्ठस्थीकरणं बहु मुख्यं भवति एकवारं यदा प्रक्रिया निर्माणं करोति स्वयं चेत् तत्र सर्वदा मनसि भवेत् एतद् मुख्यमस्ति पूर्णतया दशसु गणेषु एतानि कार्याणि एव पुनः पुनः आगच्छति अतः भ्वादिगणे एव वयं पूर्णतया दृढतया मनसि स्थापयामः चेत् अग्रे वयं किञ्चित् सरलरूपेण वेगेन गन्तुं शक्नुमः अवगमनमपि सम्यक् भवेत् विशेषधातवः विषये वयम् इतोपि अधिकसमयः तत्र यापयितुं शक्नुमः अस्तु आत्मनेपदी अपि पश्यामः दशनिमिषम् अवशिष्टमस्ति अस्तु अरुणा भगिनी आत्मनेपदी पठति वा आत्मनेपदी वृत्तधातुः अङ्गम् अस्ति वृत्तधातुः अङ्गम् अस्ति वृत योगः शर्त योगः वृत् योगश वर्त अङ्गं भवति लटि सिद्धप्रत्ययः वर्तते वर्त वर्ते ते वर्तन्ते वर्ते वर्तसे वर्तते वर्तध्वे वर्धे वर्तावहे वर्तामहे लोट् लकार वर्ततां वर्ततां वर्तेतां वर्तन्तं वर्तेतां वर्तस्व वर्तेतां वर्तध्वं वर्तै वर्तावहै वर्तामहै लङ् लकारे अवर्तत अवर्तेताम् अवर्तन्त अवर्तथाः अवर्तेथाम् अवर्तध्वम् अवर्ते अवर्तावहि अवर्तामहि विधिलिङ् वर्तेता वर्तेयाथां वर्तेरन् वर्तेथाः वर्तेयाथां वर्तेध्वं वर्तेय वर्तेवहि वर्तेमहि सम्यक् अतः वर्त् इति धातुः इदानीं वयम् अस्माकं सिद्धप्रत्ययः तत्र योजितवन्तः अत्र भगिनी वदतु अवर्तत इति अस्ति किल लङ् लकारे तत्र केन सूत्रेण अकारः आगच्छति लङ् लङ् लङ् षड् सम्यक् हलन्तदातु हलादिदातवः सन्ति हलादिधातुः अस्ति अतः अकारः एव आडागमः नास्ति अडागमः सम्यक् उत्तमम् अतः वृद्धिः इत्यस्य कार्यमेव नास्ति अत्र अन्य एक अपि नूतनधातुः स्वीकुर्मः विद्या भगिनी वदति वा आं भगिनि द्वादिगणः द्वादिगणः बदी इति धातुः तत्र प्रथमम् अङ्गं साधयतु भगिनि स्मरति वा इति पश्यतु एकवारं कथम् आगच्छति अङ्गम् इति बदी इति धातुः वयं कृतवन्तः पूर्वं किं धातुः भगिनि बदी दधिनीय वदि वदि वन्दते वन्देते वन्दन्ते धातुः अस्ति वदि तत्र अनुस्वारः अस्ति बकारः दकारः इकारः अनुस्वारः कथम् अङ्गं निष्पन्नम् इति वदतु एकवारम् वदिः वदि विसर्गः नास्ति रूपं किं किं भगिनि वदति वा न न न न आत्मनेपदी धातुः वन्दते वन्देते वन्दन्ते ओ वन्दते वन्दते वन्देते अस्तु भगिनि कथं वन्दते आगच्छति कथं वन्दते इति आगच्छति वदि इति धातुः तत्र वन्दते वन्द इति वन्द इति वन्द इति प्रथमं निष्पन्नं भगिनि तत्र नकारस्य नष्टपदान् न सम्यक् वदतु भगिनि श्रीवल्ली भगिनि कथम् इदितो नुम् धातोः किमर्थम् इदितो इकारस्य वधी दीर्घस्य इकार इस् लेटर् अत्र ततः अतः इकारः इति इदितो नुम् धातोः नुम् आगमः भवति आगमः आसन्तो तकितो मिचदो तन्त्यात् परः उत्तमं मितचोन्त्यात् परः उत्तमं परः इति सूत्रेण वन्द् इति अङ्गं दृष्टं वन्द वन्द् योगः शेप् वन्द इति अङ्गः अङ्गं निष्पन्नं बन्ध इति अङ्गं निष्पन्नम् उत्तमम् उत्तमम् एतदेव वयं पूर्वं कृतवन्तः तद् एकवारं स्मरणार्थं तत् धातुः अहं स्वीकृतवती इदानीं भगिनी विजया भगिनी अवगतवती वा सम्यक् भगिनी अरुणा भगिनी किमपि उक्तवती वा अरुणा भगिनी सारि प्राकृतिककार्यमस्ति निमित्तं नास्ति अतः एतानि ईरितोनुं धातोः वा न न वयं दृष्टवन्तः धात्वादेशः सः आं तत् प्रथमं धातु सम्यक् आं तदेव धातोः कार्यमस्ति पूर्वं प्रत्ययोजनस्य अङ्गकार्यस्य पूर्वं आम् वदी वन्द् भवति अनन्तरमेव वयं शप् योजयामः वदि वन्द् प्राकृतिककार्यमेव सम्यक् तदेव चत्वारि सूत्राणि नोनः इदितोनं धातोः अपि च धात्वादेशः अपि उपधादीर्घः उपधायां दीर्घः उपधादीर्घः ऋकारः धातुः किल सर्वदा पुनस्मरणस्य आवश्यकता अस्ति एव यदा वयम् अग्रे सरामः पूर्वं किं पठितवन्तः इति विस्मरामः एव तत्तु सामान्यमेव विस्मरणं परन्तु वयं तत्र गत्वा गत्वा पुनः आगन्तव्यं भगिनि वदतु भगिनि एकः प्रश्नः अस्ति नूतन पत्रे 1, 2, 3 चतुर्थ लैन् नाम प्रत्येकस्मिन् नाम किमर्थं नाम प्रत्येकस्मिन् गणे यावन्तः धातवः सन्ति नाम इत्युक्ते इति अर्थे नाम प्रत्येकस्मिन् इत्युक्ते प्रत्येकस्मिन् गणे इति इट् मीन्स् इति वदामः किल तादृशं नाम It's explanation of that नाम इति पदस्य बहुषु अर्थेषु तस्य उपयोगं भवति तस्य नाम रामः इत्यपि भवति नाम इत्युक्ते इति अपि भवति तस्य अर्थम् इति अर्थम् इति अपि भवति अस्तु एकवारं वन्द् धातुः रूपाणि उक्त्वा अद्य समापयामः विजया भगिनी वदतु भगिनि वन्द् वन्द इति अङ्गम् इदानीम् अस्ति वा भगिनि विजया भगिनि प्रथमरूपं प्रथमं लट् वन्दते वन्देते वन् वन्दन्ते वन्दसि वन्देते वन्दद्वे वन्दे वन्दावहे वन्दामहे लोटि लोटि वन्देतां वन्दतां वन्देतां वन्दन्तां वन्दस्व वन्देतां वन्दत्वं वन्दे वन्दावहै वन्दामहै अनन्तरं लङ् लङ् अवन्दत अवन्देताम् अवन्दन्त अवन्दन्ताः अवन्देताम् अवन्दत्वम् अवन्दे अवन्दावहै अमन् अवन्दावहि अम अवन्दामहि इति विधिलिङ्गरूपं तत्र अवन्देत अवन्देयात अकारः अत्र अस्तु भगिनि वन्देत वन्देयातां वन्देरन् वन्देयाताः वन्देयातां वन्दे त्वं वन्देय वन्देवहि वन्देमहि सम्यक् उत्तमम् उत्तमं भगिनि तावदेव अत्र अहं किञ्चित् वन्देताः एव वन्देताः वन्देयातां वन्देध्वम् गीताः वन्देताः सर्वत्र अस्माकम् आद्गुणः एव किल आद्गुणः एव अस्तु, अहं किञ्चित् दातवः केचन दातवः स्वीकृत्य गृहपाठरूपेण ददामि. तादृशमेव चिन्तनं करोतु, रूपं साधयतु. विशेषदातवः न ददामि, केवलं यद् परिचितदातवः अस्ति तदेव अहं गृहपाठरूपेण प्रेषयामि. अस्तु, अत्र अद्य विरमामः वा? धन्यवादः, शुभरात्रिः. धन्यवादः भगिनी, शुभरात्रिः.